सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षी विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मै पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। तत्र प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति करपत्रे वयं तत्र अभ्यासे स्म। अभ्यासे अस्माभिः तत्र नीधातुतः लट्लकाररूपं त्वान्तरूपम् अपि च निजन्तलट्लकाररूपं तुमनान्तरूपम् एतत् सर्वम् तत्र अभवत्। अनन्तरं तत्र स्वादिगणस्य चीधातु अस्तु अस्ति तस्यापि अस्माभिः लट्लकारस्य निजन्तलट्लकारस्य अपि च त्वान्तरूपस्य विषये चिन्तनम् अभवत् वा? इदानीं तत्र तुम्नान्त अभवत् वा? चीधातु त्वान्तकरणीयं निजन्त अभवत् वा? निजन्त अभवत् त्वान्त करणीयं तुमनन्त इति अवशिष्टः अस्तु। सो इदानीं तत्र ची धातुः स्वादिगणस्य धातुः उभयपदी धातुः अस्ति अपि च धातुः ची धातुः अत्र इकारः कीदृशी इकारः? ची धातु अनिट् अस्ति वा सेट् अस्ति? अत्र तु चिह्नं न दत्तम्, एकवारं पश्यामः। अनिट् अस्ति चेत् इकारः कीदृशी इकारः? यदि धातु अनिट् अस्ति तस्मिन् इव अवशिष्टस्वरः सः एकाच उपदेशे अनुदात्तात्। सो अनुदात्तात् धातुः तस्मात् अनन्तरम् इडागमस्य निषेधः अस्ति न इट्। सो अत्र प्रायशः इकारः अनुदात् इकारः। सो अवशिष्टस्वरः अनुदात् अस्ति अतः एकाच उपदेशे अनुदात्तात् तस्मात् अनन्तरम् अनुदात्तात् धातुः अनन्तरं तत्र इडागमस्य निषेधः अस्ति अतः धातु वयं किं वदामः अनिट् अस्ति। सो अत्र यः अवशिष्टस्वरः सः अनुदात् अत्र पश्यतु स्क्रीन् दृश्यते वा? ची धातुः धातुत्रयम् एकमस्ति स्वादिगणे द्वितीयमस्ति चुरादिगणे। ची चयने चुरादिगणे ची भाषायां चुरादिगणे। सो ची चुरादिगणे ची धातु इति धातुद्वयम् एकस्मिन् तत्र तालु यकारस्य इति अस्ति अतः उभयपदी भवति। द्वितीय ची धातु यः चुरादिगणे अस्ति तदपि उभयपदी अत्र लिखितं प्रायशः अत्र न दत्तम्। अत्र स्वरः न दत् स्वरचिह्नानि न सन्ति अपि च एतद् धातुद्वयं चुरादिगणस्य ची धातुः सेट् अस्ति परन्तु स्वादिगणस्य ची धातुः अनिट् अस्ति। सो प्रायशः अत्र उदात् स्वरः भवेत् परन्तु स्वादिगणस्य यः ची धातु अस्मिन् अस्माकं करपत्रे दत्तं सः तु अनिट् अस्ति। तत्र इडागमः न भवितुं शक्नोति यद्यपि प्रत्ययः सेट् अस्ति तत्र त्वाप्रत्ययः वलादि अवशादि अर्धधातुप्रत्ययः अतः त्वाप्रत्ययः सेट् इत्युक्ते अत्र इडानुकूलप्रत्ययः अस्ति परन्तु ची धातु यदा ची योग त्वा कुर्मः तस्मिन् समये तत्र इडागमस्य निषेधः अस्ति। अस्तु ची धातुविषये कः वदति? एकवचने द्विवचने च एकवचने द्विवचने तु तत्र लकारस्य विषये परन्तु त्वान्तरूपं तु एकमेव अस्ति। ची योग त्वा विषये का वदति? चित्वा भवति वा? चित्वा अत्र किमपि कार्यं नास्ति, इडागमः अपि नास्ति. किमर्थं चेत् त्वा प्रत्ययः सेट् प्रत्ययः. त्वा विषये वदतु भगिनि, त्वा प्रत्ययस्य स्वभावः कः? प्रत्ययस्य स्वभावविषये किं किं वक्तव्यं? प्रथमे तु तत्र इत्संज्ञा करणीयम्. इत्संज्ञा करोतु. ककारस्य इत्संज्ञा केन सूत्रेण भवति? सुखित् अपि च तिंशित् नास्ति, अतः धातुतः योजितं, धातुतः योजितं प्रत्ययः अस्ति. तिंशित् नास्ति चेत् तिंशित् नास्ति चेत् सार्वधातुकं नास्ति, अतः अर्धधातुकं शेषः इति सूत्रेण त्वा प्रत्ययः अर्धधातुप्रत्ययः. सो प्रथमे प्रत्ययः, यः प्रत्ययः धातुतः विधीयते तस्य सार्वधातुकसंज्ञा वा अर्धधातुकसंज्ञा? सो त्वा कित् अस्ति? अर्धधातुक अस्ति. सो विशिष्ट अर्धधातुप्रत्ययः इत्युक्ते विशिष्ट इत्युक्ते अत्र कितनि अर्धधातुप्रत्ययः अस्ति. सो कितनि अर्धधातुप्रत्ययः अस्ति चेत् तत्र गुणकार्यस्य निषेधः भवति, गुणकार्यं न भवति. ची धातु कीदृशधातु भगिनि? अन्ते कः स्वरः, अन्ते कः वर्णः? ची धातुः इति तु लौकिकरूपम् एव. ची धातुः न श्रूयते भगिनि. ची धातु कीदृशधातुः? चीन् धातुः अस्ति, तालुन्यकारस्य इत्संज्ञा अस्ति अत्र. ची ची फोर् अत्र ची इति चयने स्वादिगणस्य, अत्र ण्यकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा अस्ति, स्वर्णित धातुः अस्ति. परन्तु इदानीं ची इति इति लौकिकरूपं, ची इति अलौकिकरूपम् अस्ति, अतः अजन्त अथवा नो चेत् इगन्तदातुः. इकारः इकवर्णः, अन्ते इकवर्णः अस्ति. ची धातु इगन्तदातु, परन्तु त्वा प्रत्ययः णित् प्रत्ययः. यद्यपि अत्र गुणप्रसङ्गः अस्ति परन्तु धातु सोरि प्रत्ययः तादृश नास्ति. प्रत्ययः कित् अस्ति, साक्षात् कित् अस्ति, अतः चीचि एव तिष्ठति, चीचेन भवति. अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं, सूत्रस्य प्रसक्तिः अस्ति, परन्तु किनिति च इति सूत्रम् आगत्य तस्य बाधा करोति, कार्यस्य बाधा करोति, अतः कार्यं न भवति. सो कार्यं न भवति चेत् किं करणीयम्? चीयोग त्वा किमपि कार्यम् अस्ति, चित्वा भवति. चित्वा इति त्वान्तरूपम् अस्ति, अपि च त्वा प्रत्ययः तत्र त्वा तोसुन् कसुन् अव्ययम् इति सूत्रेण त्वान्तरूपम् अव्ययसंज्ञा प्राप्नोति. सो चित्वा इति यः रूपम् अस्ति तस्य अव्ययसंज्ञा भवति. अनन्तरम् इत्युक्ते चित्वा इति तस्य कृते का संज्ञा अस्ति भगिनि? चित्वा एकं तु अस्ति अनेन सूत्रेण त्वा तोसुन् कसुन् अव्ययम्. सो अनेन सूत्रेण चित्वा इत्यस्य शब्दसमूहस्य कृते अव्ययसंज्ञा अस्ति. एतत् अव्ययम् इति भवति. अपि च अन्या संज्ञा का चित्वा इत्यस्य शब्दसमूहस्य कृते? चित्वा अन्य कोऽपि वदतु, चित्वा इत्यस्य कृते अन्यसंज्ञा का अस्ति भिन्नसूत्रेण? तत्र एकमान्यत् संज्ञा भवति चित्वा इत्यस्य कृते, एकं तु अव्यं संज्ञा अस्ति। वा प्रत्ययः कीदृशप्रत्ययः? लकारप्रत्ययः वा, कृत् प्रत्ययः वा, तिङ् प्रत्ययः वा, कीदृशप्रत्ययः अस्ति? त्वा प्रत्ययः, कृत् प्रत्ययः, कृदन्तानां का संज्ञा भवति? कृततिङ्, कृदतिङ् इत्युक्ते तत् तेन सूत्रेण एव कृत् संज्ञा, अतिङ् प्रत्ययानां कृत् संज्ञा। सो त्वा प्रत्ययः अतिङ् अस्ति, तिङ् नास्ति। तिङ् प्रत्ययेषु एतस्य गणना न भवति, तिप्तजि सिप्तस्ति तत्र त्वा नास्ति, अतः अतिङ् प्रत्ययः अस्ति। अतिङ् प्रत्ययस्य कृत् संज्ञा भवति। सो कृदतिङ् इति सूत्रेण, कृदतिङ् इति सूत्रेण त्वा प्रत्ययस्य कृते कृत् संज्ञा। इदानीं यस्य कस्य अन्ते, यस्य कस्य धातोः अन्ते त्वा प्रत्ययः विधीयते, सः त्वान्तशब्दः, त्वान्तरूपम् अस्ति। सो त्वान्तानाम् अपि च कृदन्त, नो चेत् कृदन्त वदामः, कृदन्तरूपम् अस्ति चित्वा। सो कृदन्तानां का संज्ञा भवति व्याकरणशास्त्रे? कृदतिङ् इति संज्ञासूत्रं, तस्मिन् सूत्रे उक्तमस्ति अतिङ् कृत्, अतिङ् ये सन्ति, ये अतिङ्गाः तेषां कृते कृत् संज्ञा, ते कृत्। सो त्वापि अतिङ् अस्ति, अतः तस्य कृत् संज्ञा। इदानीं चित्वा इति यः रूपं निष्पादितम् अस्माभिः, सः कृदन्तं, सो कृदन्तानां का संज्ञा भवति? ये सर्वे कृत् प्रत्ययाः, कृदन्तानां कृते कृत्, तदित् समासाः च प्रातिपदिकम्। एतत् सूत्रं स्मर्तव्यं, कृदन्तानां प्रातिपदिकसंज्ञा भवति इति मुख्यमस्ति। इत्युक्ते प्रातिपदिकसंज्ञा भवति चेत् किं प्रयोजनम्? वाट् इस् द रिक्वैर्मेण्ट् फार् गिविङ्ग् विभक्ति? 21 विभक्ति यु केन् एड् टु दट्। उप् प्रत्ययानां योजनं तत्र भवति पदनिर्माणविषये, तत्र तिङ् इति न योजनीयं, तत्र तु सुप् योजनीयं, प्रातिपदिकात् सुप् योजनीयम्। किमर्थं? पदनिर्माणार्थं। यः शब्दसमूहः सः पदं भवेत्, तदा एव वयं वाक्ये तस्य प्रयोगं कर्तुं शक्यते। अपदं न प्रयुञ्जन्ते इति वाक्ये, इति व्याकरणशास्त्रे प्रसिद्धवाक्यम् अस्ति, अपदं न प्रयुञ्जन्ते। अतः अस्माभिः तत्र निर्णयं करणीयम्, एतत् पदं, पदसंज्ञा एतस्य कृते पदसंज्ञा अस्ति वा? चित्वा पुष्पं, चित्वा अहं पुष्पं, चित्वा अहं गृहं गच्छामि इति वाक्ये तत्र चित्वा इति पदसंज्ञा प्राप्नोति वा? आम्, इदानीं तत्र सत्यमस्ति। किमर्थं किं भगिनि प्राप्नोति? कथं शास्त्रविधि कथं वक्तव्यं? कथं चित्वा इत्यस्य कृते? तत्र तु कोऽपि सुप् न श्रूयते, त्वा श्रूयते। तत्र अन्ते किमपि सुप्रत्ययस्य भागः किमपि नास्ति, प्रातिपदिकं भवति खलु? आम्, अनन्तरम् त्वा प्रातिपदिकम् अस्ति, अतः सुप् तु आगन्तुं शक्यते, परन्तु चित्वा इत्यस्य कृते तत्र किम् इत्युक्ते अव्यसंज्ञा अपि अस्ति। त्वा, तोसुन्, कसुन् प्रत्यग्रहणे प्रत्यान्तस्य ग्रहणम् इति परिभाषा अस्ति सूत्रे लिखितं। त्वा, तोसुन्, कसुन्, त्वा इति प्रत्ययः, तोसुनिति प्रत्ययः कसुनिति प्रत्ययः परिभाषा वदति प्रत्ययग्रहणे प्रत्यान्तस्य ग्रहणं सूत्रे यदि कस्यचित् प्रत्ययस्य उल्लेखः अस्ति अस्माभिः तत्र प्रत्यान्तस्य इत्युक्ते त्वान्तस्य ग्रहणं भवति प्रत्ययग्रहणे प्रत्यान्तस्य ग्रहणं सो चित्वा इति प्रत्यान्तशब्दः तत्र केवलं त्वा नास्ति तत्र चि अपि अस्ति सो धातु प्लस् त्वा कुर्मः चेत् तस्य कृते न केवलं प्रातिपदिकसंज्ञा अतः सु अपि च अव्ययसंज्ञा अपि अस्ति भिन्नसूत्रेण सूत्रमस्ति 1140 सूत्रम् अस्माभिः पूर्वस्मिन् वर्गे एतस्य विषये चर्चा कृतं कृन्मेजन्तः 1139 अपि च त्वा तोसुन् कसुन् इति अव्ययम् अव्ययसंज्ञा अस्ति चेत् तत्र सुप् प्रत्ययानां लोपः भवति केन सूत्रेण सूत्रं किम् अस्ति यत्किमपि कार्यम् अस्माभिः करणीयं तस्य कृते तत्र प्रमाणम् आवश्यकं सूत्रमेव प्रमाणम् अतः प्रत्येकस्मिन् सोपाने अस्माभिः सूत्रस्य उल्लेखः करणीयं हौ वी आर् डूयिङ्ग् द कार्य वै वी आर् टेकिङ्ग् द सुप् प्रत्यास् अवे चित्वा योग सु औ जस् अम् ओट् षस् टाभ्यां बिस् इति कुर्मः चेत् तत्र तु किमपि प्रत्ययः न श्रूयते सो प्रायशः सुप् प्रत्ययानाम् अव्ययसंज्ञा अस्ति अतः सुप् प्रत्ययानां लुक् भवति सम्पूर्णतया तेषां लोपः भवति परन्तु सूत्रम् आवश्यकं न केन सूत्रेण कार्यमस्ति अव्ययात् अव्ययाद् आप् सुपः अव्ययाद् आप् सुपः इति सूत्रेण सुप्लुक् भवति यस्य कस्य व्याकरणशास्त्रे यस्य कस्यापि अव्ययसंज्ञा अस्ति तस्मात् अव्ययात् सो तस्मात् अनन्तरं सुप्रत्ययानां लुक् भवति एतत् लुक् प्रकरणे अस्ति धातुपाठः सूत्रपाठः अव्ययात् अस्ति आम् अत्र पश्यतु 2482 सूत्रम् अव्ययात् आप् सुपः लुक् लुक् प्रकरणे अस्ति अनुवृत्तिरूपेण लुक् भवति सो अव्ययात् इति पञ्चमी अस्ति तस्मात् अनन्तरं कस्य लुक् अव्ययात् अनन्तरम् आप् प्रत्ययस्य आप् प्रत्ययानाम् आप् इत्युक्ते चाप् डाप् टाप् एते स्त्रीप्रत्ययाः तेषां लुक् भवति अपि च सुप् प्रत्ययानां लुक् भवति सु औजस् एते एकविंशति सुप् प्रत्ययः तेषामपि लुक् भवति कस्मात् अनन्तरं यस्य कस्य कृते अव्ययसंज्ञा अस्ति सो चित्वा इत्यस्य कृते न केवलं प्रातिपदिकसंज्ञा अस्ति प्रातिपदिकसंज्ञा अस्ति चेत् सुप् योजयितुं शक्नुमः परन्तु एतत् सूत्रं वदति अव्ययात् सुप् प्रत्ययानां लुक् अतः अनेन सूत्रेण सुप् प्रत्ययस्य किमपि एकवचन प्रथमविभक्तिरूपं द्विवचन सप्तमीविभक्तिरूपं किमपि नास्ति एकमेव रूपम् अस्ति चित्वा एकवचने अपि तस्य प्रयोगः बहुवचने अपि तस्य प्रयोगः लिङ्गविशिष्ट अपि नास्ति अव्ययाद् आप् सुपः इति अनेन सूत्रेण तस्य सुप्रत्ययस्य लोपः भवति अतः प्रत्ययस्य लोपे प्रत्ययस्य किमस्ति सूत्रम् सी फार् एक्स्प्लेनिङ्ग् देट् चित्वा इस् अ पदम् हौ मच् वी हेव् टु एक्स्प्लेन् सो इदानीं पुनः चित्वा ओके अव्ययाद् आप् सुपः इत्यनेन सुप्रत्ययानां लुक् परन्तु सुप्रत्ययस्य लुक् लुक् लुक् अनन्तरमपि तस्य कृते पदसंज्ञा अस्ति वा चित्वा इत्यस्य कृते आम् प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं तिष्ठति अतः चित्वा इति कीदृशपदं चित्वा इति क्रियापदं नास्ति सुबन्तपदम् अस्ति अत्र सुप्रत्ययस्य लक्षणं तिष्ठति सुबन्तपदम् अस्ति क्रियापदं नास्ति तिङन्तपदं नास्ति अतः सुबन्तपदम् एव अतः पदसंज्ञा अस्ति चित्वा इत्यस्य कृते अतः वाक्ये वयं योजयितुं शक्नुमः अपदं न प्रयुञ्जन्ते वाक्ये अपदं न प्रयुञ्जन्ते चित्वा इति तु पदमस्ति प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इति सूत्रम् इस् दिस् क्लियर् आर् यू गेटिङ्ग् मै पायिण्ट् हौ मेनि प्रत्ययस् वी हेव् टु एक्स् हौ मेनि steps, how many sutras we have to mention over here? How the Chitva gets the Padasangya? How Chitva Padasangya Prapnuti? Katham Chitva ite se krite Padasangya asti? How much we have to explain? Etat sarvam sutra adhari kritya eva vaktavyam apicha etat sarvam smartavyam. Note down all the sutras because everywhere this will be required. वदतु प्रत्ययः ग्रहणे प्रत्ययान्तस्य ग्रहणं किं करोति इत्युक्ते यत्र सूत्रे लिखितमस्ति त्वा तोसुन् कसुन् अव्ययं सो त्वा प्रत्ययस्य कृते अव्यसंज्ञा अस्ति वा तोसुन् इति प्रत्ययस्य कृते अव्यसंज्ञा अस्ति वा कसुन् इति सूत्र प्रत्ययस्य कृते अव्यसंज्ञा अस्ति न प्रत्ययस्य ग्रहणे प्रत्यान्तस्य ग्रहणं चित्वा इत्यस्य कृते अव्यसंज्ञा अस्ति कृत् तदित् समासाः च प्रातिपदिकम् इति संज्ञासूत्रे कृत् लिखितं सो कृत् प्रत्ययस्य कृते प्रातिपदिकसंज्ञा अस्ति वा न कृदन्तस्य कृते प्रातिपदिकं तदितान्तस्य कृते प्रातिपदिकसंज्ञा सो यदा वयं चीयोगत्वा कुर्मः एतत्तु कृत् नास्ति एतत्तु कृदन्त अस्ति बिकास् न केवलम् अत्र त्वा प्रत्यय अस्ति तु ची अपि अस्ति न धातु अपि अस्ति चित्वा इति शब्दसमूह सो सम्पूर्णचित्वा इत्यस्य कृते प्रातिपदिकसंज्ञा न तु केवलं त्वा इत्यस्य कृते प्रातिपदिकसंज्ञा अथवा अव्ययसंज्ञा सो सूत्रे यत्र प्रत्ययः उल्लेखितमस्ति तत्र प्रत्यान्तस्य ग्रहणमपि भवति सो सम्बडि केन् से न त्वा इति अव्ययं प्राप्नोति तु चित्वा तु अत्र धातु अपि अस्ति सो चित्वा इत्यस्य कृते अपि धातु अव्ययसंज्ञा अस्ति वा अथवा केवलं त्वा इत्यस्य कृते अव्ययसंज्ञा अस्ति न परिभाषा वदति प्रत्ययस्य ग्रहणे प्रत्यान्तस्य ग्रहणम् बहुत्र एतस्य प्रयोगः परिभाषायाः प्रयोगः बहुत्र भवति प्रत्यान्त इत्युक्ते पदम् इति प्रत्यान्त इत्युक्ते यस्य अन्ते प्रत्ययः समासः अस्ति न प्रत्ययः अन्ते यस्य तत् प्रत्यान्तः यस्य सः प्रत्यान्तः प्रत्ययः अन्ते किमपि प्रत्ययः अत्र कस्य उल्लेखः कृत् प्रत्ययस्य तदित् प्रत्ययस्य तदितान्तस्य कृते अपि प्रातिपदिकसंज्ञा अस्ति न केवलं तदित् प्रत्ययस्य कृते तदित् प्रत्ययस्य कृते कोऽपि प्रयोजनं नास्ति वी विल् आल्वेज् यूर् न तदितान्त सो तदितान्त सिमिलर्ली we cannot do pratyaya plus another pratyaya na prakriti has to be there whether the prakriti is dhatu or prakriti is pratipadikam then only pratyaya can come so pratyaya will always come after prakriti whether that is a krit whether that is tadit pratyaya there some prakriti is required tadit तदित् प्रत्ययानां कृते प्रातिपदिक रिक्वायर्ड् अस्ति कृत् प्रत्ययानां कृते धातु रिक्वायर्ड् अस्ति बिकास् धातुतः एव कृत् प्रत्ययानां विधिः प्रातिपदिकात् अनन्तरम् एव तदित् प्रत्ययानां विधिः वी केनाट् यूस् तदित् प्रत्यय एण्ड् अप्लै इट् टु सम् धातु अतः तत्र प्रकृति अपि भवेत् सो प्रकृतिभागः अपि अस्ति प्रत्ययभागः अपि अस्ति सो तादृशशब्दसमूह यस्य अन्ते कृत् कृत् प्रत्ययः अस्ति, सः कृदन्त् भवति. सो कृदन्तस्य कृते प्रातिपदिकसंज्ञा, न तु कृत् प्रत्ययस्य कृते. कृत् प्रत्ययः वी केनाट् एड् प्रत्यय प्लस् प्रत्यय न, वी हेव् टु एड् प्रकृति प्लस् प्रत्यय, देन् अनदर् प्रत्यय, देन् मे बि अनदर् प्रत्यय, बट् देयर् हेस् टु बि द प्रकृतिभागः तत्र भवेत्. अवगतं वा भगिनि? तत्र प्रकृति आवश्यकम् अस्ति. अपि च कृन्नीजन्तः इति अस्ति खलु, तत्र कृत् अनुवृत्तिसहितसूत्रं मेजन्तः कृत् अव्ययम् इति अस्ति. मेजन्तः इत्युक्ते मकारन्तः इति यथा तुमुन, मकारान्तशब्दसमूह. सो तुमुन् इति प्रत्ययः तुमुन्, तत्र नकारस्य इत्संज्ञा अस्ति, अन्त्यमकारः. सो ये अत्र कृत् इत्यनेन ये मकारान्त् कृत् इत्युक्ते अत्र पश्यतु भगिनि, स्क्रीन् दृश्यते वा भगिनि? मया शेर् कृतं म एच् अन्तः. सो म एच् अन्तः इति प्रथमा एकवचन, कृत् अपि प्रथमा एकवचन. सो एतत् विशेषणविशेषभावः अस्ति. कीदृश मकारान्तः, कीदृश एजन्तः? कृत् एजन्तः, कृत् मकारान्तः. यस्य कृत् प्रत्ययस्य अन्ते एज् वर्णः, सः कृत् एजन्तः. यस्य कृत् प्रत्ययस्य कृते अन्ते, अत्र इति नास्ति मकारः इत् वा एज् वर्णः इति नास्ति, अन्तः. सो तादृशकृत् प्रत्ययः यः मकारान्त अस्ति, तादृशकृत् प्रत्ययः यः एजन्त अस्ति, तेषां कृते अपि अव्यसंज्ञा अस्ति. सो तुमुन् इति अनेन सूत्रेण तुमुन् इत्यस्य कृते, अत्र पश्यतु नमुल् लकारस्य इत्संज्ञा अस्ति, उकारः प्रायशः उच्चारणार्थम् अस्ति, अत्रापि नकारस्य अपि चुटु इति सूत्रेण. सो अम् इति अवशिष्टभागः, अम् अवशिष्यते चेत् एतत् अपि कृत् प्रत्ययः, अपि च मकारान्त् कृत् प्रत्ययः अस्ति. अतः नमुल् इत्यस्य कृते नमुलान्तशब्दः अपि अव्यसंज्ञा प्राप्नोति. अत्र केचन सन्ति नमुल्, खमुय्, तुमुन् एण्ड् कमुल्. प्रायशः अस्माभिः तत्र तुमुन् एव व्यवहारे, वयं तुमुनान्त् एतेषां प्रयोगः बहुत्र तत्र भवति, अतः तुमुन् इति अपि अव्ययसंज्ञा प्राप्नोति. अपि च एजन्तेषु, एजन्तेषु ये कृत् प्रत्ययाः तथा शधै इति ऐकारः अस्ति अत्र. सो एजन्तप्रत्ययाः तु वेदे एव अस्ति, तेषां छन्दसि एव प्रयोगः भवति. परन्तु अनेन सूत्रेण तेषां कृते अपि, इत्युक्ते पाणिनिमहर्षिणा केवलं लौकिकभाषायां येषां शब्दानां तत्र प्रयोगः भवति तेषां कृते व्याकरणं लिखितं, परन्तु वेदेषु ये शब्दाः तत्र प्रयुज्यन्ते तेषां कृते अपि तत्र सूत्राणां लेखः अस्ति. वैदिकप्रत्ययाः सन्ति अत्र लिखितम्, एते सर्वे वैदिकप्रत्ययाः सन्ति, एजन्त ये एजन्तकृत् प्रत्ययाः, ते सर्वे वैदिकप्रत्ययाः. लौकिकभाषायां तु तेषां प्रयोगः न भवति, परन्तु अनेन सूत्रेण न केवलं मकारान्त् कृत् इत्यस्य कृते, एजन्तकृतिः अस्ति तेषां कृते अपि ते अपि अव्यसंज्ञा प्राप्नोति. अपि च अव्ययाद् आप्सुपः, अव्ययाद् आप्सुपः इति विधिसूत्रं, तत्र सुप्रत्ययानां लुक् इति विधि, लुक् विधि अस्ति तत्र, प्रत्ययस्य लुक् भवति सुप् इत्यस्य, सम्पूर्णसुप् प्रत्ययस्य लुक् भवति तत्र. कोऽपि प्रश्नः अस्ति वा? नो चेत् अग्रे इदानीं चीयोग तुमुन् निचि परे निच् अत्र निजन्तरूपम् अच्छा निजन्तरूपं चियोग नीच अस्माभिः कृतं वा अस्तु चियोग तुमुन् कुर्मः का वदति एतत्तु ईजियर् अस्ति चियोग तुमुन् का वदति अत्र के जनाः सन्ति कृष्णमूर्ति महोदय कृष्णमूर्ति पूर्णिमा भगिनी पूर्णिमा भगिनी वदतुकप्रत्ययः अस्ति अतः गुणस्य प्रसक्तिः भवति सामान्य आर्द्रधातु इत्युक्ते तत्र आर्द्रदासप्रत्ययेषु भागत्रयं कित्नित् अपि च कित्नित् आर्द्रधातुकं कित्नित् नास्ति गुणस्य प्रसक्तिः अस्ति नित्नित् अपि नास्ति इत्युक्ते नित् नास्ति सामान्य अर्धधातुप्रत्ययः अस्ति साधारणार्धधातुकप्रत्ययः सत्यं गुणस्य प्रसक्तिः अस्ति चि चे भवति चेतुम् इति इत्युक्ते केन सूत्रेण कार्यम् अस्ति चि चे केन सूत्रेण भवति सार्धधातुक अर्धधातुकयोः अङ्गस्य गुण सत्यम् अपि च अनन्तरं चेतुम् इति कीदृशशब्दसमूहः अस्ति इदानीं चेतुम् इति रूपम् तस्य कृते का का संज्ञा भवति चेतुम् इत्यस्य कृते तुमुन् इति प्रत्ययः कीदृशप्रत्ययः अस्ति अपि च तत्तु अभवत् कृत् अस्ति वा तिङ् अस्ति वा अतिङ् अस्ति चेत् केन सूत्रेण कृत् संज्ञा केन सूत्रेण तुमुन् प्रत्ययः अतिङ् प्रत्ययः तिङ् नास्ति नातिङ् अतिङ् अतिङ् प्रत्ययः कृद् अतिङ् इति सूत्रेण कृत् अतिङ् कृदतिङ् कृतिङ् इति सूत्रेण तुमुन् प्रत्ययः कृत् संज्ञा प्राप्ता कृत्प्रत्ययः कृत्प्रत्ययः अस्ति अपि च कृत्प्रत्ययः अस्ति अपि च प्रथमवर्णः कः कस्य वर्णः कीदृशवर्णः अत्र आदौ अस्ति तुमन् तु तकारः तकारः तकारः कस्य प्रत्याहारस्य वर्णः किमर्थम् एतत् चर्चा करणीयं कृत् प्रत्ययानां कृते अर्धधातुक अस्ति अतः इडाग इडनुकूलप्रत्ययः अस्ति वा नास्ति तत् विचारः अपि करणीयम् इडागमः नास्ति न ना, तुमुन् प्रत्ययः इडनुकूलप्रत्ययः वा न वा तद् वदतु तुमुन् प्रत्ययः इडनुकूल तुमुन् प्रत्ययः अर्धधातुप्रत्ययः तुमुन् प्रत्ययः कृत् प्रत्ययः तुमुन् प्रत्ययः तकारादिप्रत्ययः तकारः वल्प्रत्याहारस्य वर्णः वल्प्रत्याहारस्य वर्णः अस्ति चेत् अर्धधातुकस्य तुमुन् इडानुकूलप्रत्ययः अपि च कृत् प्रत्ययेषु कृत् प्रत्ययः अपि अस्ति सो कृत् कृत् अर्धधातुकेषु एकम् अन्यत् तत्र द्रष्टव्यं वश् तु नास्ति बिकास् वश् प्रत्याहारः वल् प्रत्याहारे अन्तर्भूतः ते वर्णाः अतः परन्तु एतत्तु अवशादि अस्ति वश् नास्ति तकारः अवशादि अस्ति वलादि अस्ति अवशादि अस्ति अवशादि अस्ति चेत् इडागमस्य निषेधः अपि नास्ति तत् सूत्रं किम्? वाट् इस् देट् सूत्रम्? इड् वशीकृति, नेड् वशीकृति. सो न इट् इति गुणसन्धि भूत्वा नेड् वशीकृति भवति. सो नेड् वशीकृति वशादिकृत् कृत्सु वशादिकृत् प्रत्ययेषु परे वशादिकृत् प्रत्ययः अस्ति चेत् तत्र न इट् इडागमस्य निषेधः अस्ति, निषेधकसूत्रम् अस्ति. इट् न करणीयं, परन्तु तुमन्तो अवशादि अस्ति. अवशादि अस्ति चेत् इडनुकूलप्रत्ययः. सो प्रत्येकस्य प्रत्ययस्य विषये यदि आर्द्रदायक अस्ति चेत् एतत् चिन्तनम् अवश्य करणीयम्. आर्द्रदातुकप्रत्ययानाम् एव प्रायशः इडागमः भवति. सो प्रत्ययः इडनुकूलः न वा इदानीं तत्र तत्र स्मर्तव्यं, तुमुन्तो इडनुकूलः अस्ति. परन्तु अत्र धातुची अस्ति, यद्यपि प्रत्ययः इडनुकूलः परन्तु धातु तु ची धातु अनिट् अस्ति. धातु अनिट् अस्ति, द्वयमपि इडनुकूलः अस्ति चेदेव इडागमः भवति. अतः अत्र इडागमः न भवति. किमर्थं चेत् सूत्रमस्ति एकाच उपदेशे अनुदात्तात् धातुः अपि च एकाच अनुदात्तात् धातुः न इट्, तत्र पूर्वसूत्रात् न इट् इति तत्र अनुवर्तते. सो एकाच अनुदात्तात् धातोः अनन्तरं यद्यपि तुमुनितस्य इडनुकूलः अस्ति, अत्र इडागमः भवितुं शक्नोति, परन्तु भिन्न निषेधकसूत्रम् आगत्य वदति न, धातु तु अनिट् अस्ति, अनुदात्तात् धातुः अस्ति, इकारः अत्र अनुदात् स्वरः. सो स्वराणां धातुषु स्वराणां तत्र प्रयोजनं विधि इत्युक्ते यः अनुबन्धस्वरः तस्य आधारीकृत्य पदव्यवस्था, यः अवशिष्टस्वरः तस्य आधारीकृत्य तत् स्वरम् सः स्वरः आधारीकृत्य तत्र किं भवति? इड् व्यवस्था भवति, सेट् वा अन्यट् वा. अतः अत्र इडागमस्य तु तत्र विषयः नास्ति. रूपम् अन्तिमरूपं किमस्ति भगिनि? चेतुं. चेतुम् इदानीं चेतुम् इति पदसंज्ञा प्राप्नोति वा? अव्ययसंज्ञा प्राप्नोति. प्रथमे तु अव्ययसंज्ञा अस्ति. आम्, चेतुम् इत्यस्य कृते प्रातिपदिकसंज्ञा अपि अस्ति. प्रातिपदिकसंज्ञा अस्ति चेत् सुप् वयं योजयितुं शक्नुमः, परन्तु अस्य कृते अव्ययसंज्ञा अपि अस्ति. सो यदा सुप्रत्ययः आयाति चेतुम् योग सु चेतुं योग औ, तत्र केन सूत्रेण सुप् अथवा औ अथवा जस् इत्यस्य लुक् भवति? भगिनि केन सूत्रेण सुप्रत्ययानां लुक्? सी वेन् यु आर् रैटिङ्ग् द प्रक्रिया, सपोज् यु हेव् टु रैट् द होल् सिण्टेक्स् of making this chetum, how does the pada sangya katham prapnoti. So idani asmakam krite tatra chetum. What is happening? Asvabhi tatra chetum iti nirmitam. Chetum iti makarant asti. Makarant pratipadikam asti. So krinme jantaha itenina कृन्मेजन्तः इति सूत्रेण यः कृत् मेजन्त अस्ति, मकारान्त अस्ति, सोरि मकारान्त अस्ति, तस्य कृते अव्ययसंज्ञा अस्ति. सो चेतुम् इत्यस्य कृते न केवलं प्रातिपदिकसंज्ञा, परन्तु एतस्य कृते अव्ययसंज्ञा अपि अस्ति. प्रातिपदिकसंज्ञा अस्ति चेत् वयं सु ओजस् पदनिर्माणविषये वयं सु औजस् इति प्रत्ययाः योजयितुं शक्नुमः. परन्तु अत्र एकं सूत्रम् आगत्य वदति सुप्रत्ययानां तु अव्ययस्य अनन्तरं सुप्रत्ययानां लुक् भवति. तत् सूत्रं किम् इदानीमेव? सो अव्ययात् एतत् चेतुम् अव्ययम् अस्ति. सो अस्मात् एतस्मात् अनन्तरं सुप्रत्ययानां लुक्. सो वी हेव् टु मेन्शन् द सूत्र न वै वी आर् रिमूविङ्ग् दिस् सु वै वी आर् रिमूविङ्ग् औट् बिकास् अव्ययाद् आप्सुपः इति सूत्रं फार्मुला इस् अव्ययाद् आप्सुपः. अव्ययाद् अनन्तरं न केवलम् आप्रत्ययानां लुक् सुप्रत्ययानमपि लुक् अस्ति. अतः अन्ततो गत्वा चेतुमेव रूपम् अस्ति, चेतुम् एव अवशिष्यते. इदानीं चेतुम् इत्यस्य कृते कथं पदसंज्ञा अस्ति? प्रत्यस्य लोपे इति परिभाषा. प्रत्यस्य लोपे प्रत्यस्य लक्षणं. यद्यपि अत्र सुप् एतेषां लोपः सर्वेषां लोपः अस्ति, परन्तु तथापि चेतुम् इति कीदृशपदम् अस्ति? सुबन्तपदम् अस्ति. सुप् अन्ति सुप् इत्यस्य लक्षणम् अन्ते अस्ति, सुबन्तपदम् अस्ति, क्रियापदं नास्ति, सुबन्तपदम् अस्ति चेतुम्. सो वेन् वी देर् आर् क्वश्चन्स् न दे संवेर् आस्क् इन् द एक्सामिनेशन् सेपरेट् द अव्य सेपरेट् द अव्यपदं, सेपरेट् द सुबन्तपदं, सेपरेट् द क्रियापदम्. And that time we should remember that etat ete sarve avyayaha subantah eva, because tatra avyayad aap subah iti sutrenam atah ekam eva rupam drishyate supratyanam lopa luk bhavati. So all the avyayas are subant padas. That is why we say that either there are subantas or there are tingantas. There is no third type of pada. And subanta we can divide into avyayah, then different subantas, then vibhakti adharikrita subantas. But avyayas are also subantas. Avgatam Bhagini? Bhagini, avgatam. सर्वैः अवगतं वा? आं महोदय. अस्तु, इदानीं ची धातुः इत्यस्य अभवत्. इदानीं ज्योत्यादिगणस्य दा धातुः लट् लकारस्य प्रथमपुरुष एकवचनस्य रूपं तत्र वक्तव्यम्. अत्र द्विवचने अस्तु, अस्माभिः तत्र कृतम्. Let us see if we can add that divachan prityahapi. Manjari Bhagni, da-da-tuhu, da-yoga, lat-lakara hai. Mama, swasthya samyak nasti Bhagni. Chinda mastu Bhagni. Chetana Bhagni, vadativa Bhagni? Haan, okay. Vadativa. Drishtva likhita masmi. Patani. Ma vadatu. Da. Etat, Vina, don't see it. Now you have done it, na? Okay, okay. Mm-hmm. Asum. Dhatuhu dudai asti. Dudai itsanya halantyam sutrena yakarasya itbhavati. आदिर् निटुडवः इति सूत्रेण डु इत्संज्ञा भवति. द्वयोः लोपः भवति, दा अवशिष्यते. दा अधः अनुदातात् अस्ति. आकारः दीर्घाकारः अनुदात् स्वरः? आमाम्, अनुदात् स्वरः अस्ति. अतः एका च उपदेशे अनुदातात् इति सूत्रेण अनट् अस्ति. अपि च पदविषये यकारः इत् अस्ति. यकारः न न ऐ मीन् इयकार इत्युक्ते तालु इयकार इत् ऐ मीन् धातु इत् अस्ति अतः स्वरित इत् कर्ताभिप्राये क्रियाफले इति सूत्रेण उभयपदी धातुः किं स्वरित अणित कर्तृ अभिप्राये क्रियाफले इति सूत्रेण किम् क्रियाफलं कर्तभिप्राये अस्ति चेत् आत्मनेपदी अनन्तरं शेषात् कर्तरि शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी अपि योजयितुं शक्नोमि इत्युक्ते स्वरितणित कर्तरे अभिप्राये क्रियाफले इति सूत्रेण धातुः साक्षात् इत् अस्ति तालुण्यकारस्य इत् संज्ञा अस्ति अतः आत्मनेपदी प्रत्ययः अनेन सूत्रेण स्वीकरोति कदा यदा क्रियायाः फलं कर्तारं प्रति गच्छति यदि क्रियायाः फलं कर्तारं प्रति न गच्छति यदि तादृशी कण्डिशन् अस्ति क्रियायाः फलं कर्तारं प्रति न गच्छति तदा शेषात् कर्तरि इत्यनेन परस्मैपदीप्रत्ययः अपि एतस्य धातोः अनन्तरं वयं योजयितुं शक्नुमः अतः आत्मनेपदीप्रत्ययः अपि स्वीकरोति कस्मिंश्चित् कण्डिशन् मध्ये परस्मैपदीप्रत्ययः अपि स्वीकरोति अतः धातुः उभयपदी प्रायशः सर्वे णितधातवः तादृश एव अथवा स्वरितेत् धातवः यस्मिन् स्वरित् स्वरसि इत् अस्ति तादृशधातवः उभयपदी भवति भवन्ति वदतु इदानीम् इदानीं दा लौकिकरूपम् अस्ति अस्माकं विवक्षा लट्लकाररूपम् अस्ति अतः दा वर्तमाने लट् इति सूत्रेण दायोग लट् भवति हलन्त्यम् इति सूत्रेण टकारस्य इत् अकारः उच्चारणार्थं ल अवशिष्यते दायोग ल भवति तदनन्तरं लस्य तिप्तस्जि सिप्स्मस् स्थ मिद्वस्मस् त आतां झ आतां ध्वम् इद्वहि महिम् इति सूत्रेण अस्माकं विवक्षा प्रथमविभक्ति एकवचनरूपम् अस्ति अतः प्रथमपुरुष एकवचनरूपम् अस्ति अतः दायोग भवति इदानीं ज्योत्यादिगणः अस्ति न इदानीं तिप् प्रत्ययस्य स्वभावः तिप् तिप् तिप् सार्वधातुक अस्ति कर्तरि सार्वधातुकप्रत्ययः अस्ति इत्युक्ते सार्वधातुकप्रत्ययः कथं भवति तिङ् अस्ति चेदेव भवति न सो तिप्तिङ् तिप्तिङ् अतः तिंशित् सार्वधातुके इति सूत्रेण न तिंशित् सार्वधातुकं सो तिंशित् सार्वधातुकम् संज्ञा प्राप्नोति इदानीं कर्तरि शब् कर्तर्थकसार्वधातुकप्रत्ययः अस्ति अतः कर्तरि शप् इति सूत्रेण दायोग शप् योग तिप् भवति इदानीं ज्योत्यादिगणे जुहोत्याद्भिः श्लुः ज्योत्यादिभ्यः ज्योत्यादिभ्यः इति पञ्चमी बहुवचनम् अस्ति तस्मात् तेषाम् अनन्तरं किं श्लुः शप् श्लुः शप् इत्यस्य श्लु इति लोपः भवति शप् श्लु भवति प्रथमे शप् आयाति कर्तरि शप् इत्यनेन शप् आयाति अनन्तरं द्वितीयसूत्रेण भिन्नसूत्रेण शप् इत्यस्य सम्पूर्णतया श्लु इति लोपः भवति श्लु अपि लोपसंज्ञा अस्ति लुक् अपि लोपसंज्ञा अस्ति एण्ड् वाट् इस् द थर्ड् वन् लुपः लुप् अपि लोपसंज्ञा अस्ति सामान्यलोपः तु लोपः अदर्शनं लोपः परन्तु न केवलम् अदर्शनं लोपः इति शप् सोरि श्लू दिस् लुप् श्लू लुप् लोपः सो लुप् श्लू लोपः इति तत्र श्लू इति लोपसंज्ञा एव अस्ति सो शप् प्रत्ययस्य श्लू इत्यनेन लोपः भवति इदानीं सो शप् प्रत्ययः सम्पूर्णतया अपगच्छति तस्य लुप् लोप् श्लू भवति इदानीम् इदानीं त्रित्वकार्यं करणीयम् एकाच् अस्ति दा धातु अतः एकाचः द्वे प्रथमस्य इति सूत्रेण दा दा भवति तत्तु सत्यं भगिनि परन्तु लोप सोरि द्वित्वविधि विधायकसूत्रं किम् केन सूत्रेण द्वित्वम् एकाच धातु अस्ति तस्य परे तिप् प्रत्ययः अस्ति तत्र सर्वत्र द्वित्वं भवति वा न भवति न सो द्वित्वं विधिसूत्रं किम् अस्ति केन सूत्रेण अत्र द्वित्वम् अनन्तरं तत्र केन एकाच उपदेशे दट् वाट् वास् द सूत्र एकाचो द्वे प्रथमस्य एकाचो द्वे प्रथमस्य इति सूत्रेण तत्र प्रथमस्य एकाचस्य द्वे भवति परन्तु द्वित्वविधायकसूत्रं किम् कस्य विषये अत्र द्वित्वं श्लौ श्लौ श्लौ सप्तमी अस्ति श्लु इति उकार उकारान्त् प्रातिपदिकं सो श्लौ सो श्लौ विषये यत्र श्लौ अस्ति तत्र धातुः द्वित्वं भवति अतः जुहोत्यादिगणे शप् इत्यस्य श्लु इति लोपः भवति सो श्लु इति लोपः भवति चेत् चेदेव श्लौ इत्यस्य प्रसक्तिः अत्र अस्ति बिकास् देट् इस् आल्सो वन् आफ् द विधिसूत्रं न द्वित्वं द्वित्वं केन केन सूत्रेण द्वित्वं भवति श्लौ अपि च श्लौ सन् लिप् श्लू कृते तु भिन्नसूत्रमस्ति न लिट् इत्यस्य कृते भिन्नसूत्रमस्ति लिटिर्धातो अनभ्यासस्य अनभ्यासस्य धातोः लिटि परे किं द्वित्वम् अपि च वट् वास् द सन् सन् प्रत्ययः संयङ्गोः न केवलं सन् प्रत्ययः परे अस्ति चेत् द्वित्वम् अस्ति यक् यङ् प्रत्ययः अपि यक् प्रत्य यक् न यङ् प्रत्ययः निज निच् निच् प्रत्ययेषु सोरि सनादिप्रत्ययेषु सन् प्रत्ययः अपि च यङ् प्रत्ययः संयङ्गोः इति सूत्रं सप्तमीधिवचनात् पदमस्ति तत्रापि धातोः परे कोऽपि सन् प्रत्ययः अस्ति वा धातोः परे यङ् प्रत्ययः अस्ति तत्रापि धातुद्वित्वं भवति सिमिलर्लि श्लौ सो श्लौ तु प्रायशः ज्योत्यादिगणे एव प्रत्ययस्य श्लौ इत्यनेन लोपः भवति अतः ज्योत्यादिगणे ये धातवः सन्ति तेषां कृते अपि द्वित्वं श्लौ इति सूत्रेण भवति एव्रिबडि इस् गेटिङ्ग् मै पायिण्ट् सर्वैः अवगतं वा सो द्वित्वविधायकसूत्रमपि तस्य विषये अपि चिन्तनं करणीयम् सो इन् द द्वित्वप्रकरणं वी हेव् सीन् श्लौ लिटिर्धातो अनभ्यासस्य अपि च संयङ्गोः सो अत्र तु श्लव् इत्यस्य विषयः अस्ति. इदानीं वदतु. इदानीं एकाचो द्वे प्रथमस्य इति सूत्रेण दा दा भवति. अनन्तरम् अनन्तरं प्रथमदा ह्रस्व भवति. प्रथम इत्यस्य कृते प्रथम एकाचस्य कृते का संज्ञा? अभ्याससंज्ञा. अभ्याससंज्ञे सम्पूर्ण शब्दसमूहस्य कृते अभ्यस्तसंज्ञा. सो अभ्यासविषये तत्र बहूनि सूत्राणि सन्ति न भगिनि? अभ्यासभागे तत्र सूत्राणि सन्ति. सो यः प्रथमभागः तस्य अभ्यास इति संज्ञा. तत्र अभ्यासप्रकरणम् पूर्वोऽभ्यासः इति सूत्रमस्ति. आम्, सो पूर्वाभ्यासः इति संज्ञासूत्रेण पूर्वभागस्य अभ्याससंज्ञा भवति. अनन्तरं तत्र मया तत्र केचन सूत्राणि दत्तानि न, केन सूत्रेण अत्र ह्रस्वम् अभ्यासभागस्य दीर्घस्वरस्य ह्रस्वं केन सूत्र ह्रस्व आदेशः केन सूत्रेण भवति? ह्रस्वः इति. आम्, ह्रस्वः इति कस्मिन् अध्याये अस्ति? सप्तम अध्याये अस्ति वा? प्रायशः आम् 7459. सो अभ्यासस्य दीर्घः तत्र आदेशः अस्ति, ह्रस्वः इति आदेशः भवति. अभ्यासस्य अङ्गस्य अधिकारे अपि अस्ति. सो अभ्यासस्य अङ्गस्य दीर्घस्वरस्य ह्रस्व आदेशः भवति अनेन सूत्रेण. सो यत्र यत्र अभ्याससंज्ञा तत्र एव सर्वे म्यूट् मध्ये तिष्ठतु. तत्र ध्वनिः आयाति, किञ्चित् इको भवति. आम्, इदानीं वदतु भगिनि. सो इदानीं ददा इति रूपम्. वन् सेकेण्ड्, स्क्रीन् दृश्यते. वैट् बोर्ड् दृश्यते वा? परन्तु वाट् यु रिटन् इस् गोन् नौ. सो द एण्ड् धा युगति ददाति वर्णमेलनं ददाति. इदानीं किमपि कार्यं नास्ति, बिकास् अत्र इगन्त अङ्गं नास्ति. कीदृश अङ्गम् अस्ति अत्र? इगन्त नास्ति, अश्व अजन्तः अस्ति. तत्र द्विवचने किं रूपं भगिनि? सोरि, द्विवचने किं रूपम् अस्ति? ददाति, ददाति, दत्तः. तत्र प्रक्रिया जानाति? प्रक्रिया जानाति वा महोदय? अत्र कथं दत्तः भवति? सो यदा तत्र ददा इति तु इदानीं तत्र अस्माभिः रूपं प्राप्तम्, अङ्गं प्राप्तम्. सो ददा इति तावत्पर्यन्तं तु समानप्रक्रिया अस्ति. इदानीं ददा योग तस् अस्ति, तत्र किं भवति? कोऽपि वदतु जानाति चेत्. ददा योग तस्, तस् प्रत्ययः कीदृशप्रत्ययः? तस् प्रत्ययस्य स्वभावः कः? सकारान्तप्रत्ययः अस्ति. विसर्गः आयाति, सकारस्य स्थाने विसर्गः आयाति. सार्वधातुकम् अपित् अस्ति. सार्वधातुकम् अपित् अस्ति चेत् गुणनिषेधः किमिति च इति सूत्रेण गुणनिषेधः तत्तु सत्यम्. अपि च सार्वधातुकम् अपि अस्ति चेत् सार्वधातुकं यदि एव भवति तस्य प्रत्ययः णित् प्रत्ययः साक्षात् णित् नास्ति, परन्तु सार्वधातुकम् अपि इत्यनेन तस्य प्रत्ययः णिदिव अस्ति. णिदिव अस्ति चेत् एकम् अन्यत् सूत्रस्य अपि प्रसक्तिः अत्र अस्ति. अभ्यस्तोर् आतः सार्वधातु किनिति सार्वधातु कितनित् प्रत्ययपरे श्ना इति अङ्गस्य श्ना इति किम् अस्ति? वट् इस् श्ना? वट् इस् श्ना प्रत्ययः. अपि च कीदृशप्रत्ययः? क्षित् अस्ति अतः सार्वधातुकप्रत्ययः. विकरणप्रत्ययः विकरणप्रत्ययः अस्ति. श्ना इति विकरणप्रत्ययः. कस्य गणस्य विकरणप्रत्ययः श्ना? नवमगणस्य क्रयादिगणस्य विकरणप्रत्ययः श्ना अस्ति. श्ना प्रत्ययः इत्युक्ते विकरणप्रत्ययः, गणविकरणप्रत्ययः अस्ति. अत्र किम् अवशिष्यते भगिनि? अभ्यस्तोर् आतः सार्वधातु कितनित् प्रत्ययपरे श्ना इत्यस्य अङ्गस्य आकारस्य अभ्यस्तो इति तत्र द्विवचनात् अस्ति. सो षष्ठीद्विवचनात् अस्ति. अभ्यासभागे अभ्यास अङ्गम् अस्ति चेत् तत्रापि अन्ते कोऽपि दीर्घ आकारः अस्ति चेत् न केवलं श्ना अङ्गस्य आकारस्य अभ्यस्त अङ्गस्य आकारस्य अपि सार्वधातु कित् नित् प्रत्ययपरे आकारस्य लोपः, तस्य दीर्घ आकारस्य लोपः भवति. सूत्रमस्ति श्ना अभ्यस्त्योर् आतः. पूर्वसूत्रात् सार्वधातु कितनित् इति अनुवर्तते. सो सार्वधातु कितनित् प्रत्ययः परे श्ना अङ्गस्य आकारस्य दीर्घ आकारस्य अपि च अभ्यस्त अङ्गस्य दीर्घ आकारस्य किं भवति? लोपः भवति. आकारस्य अत्र लोपः भवति. एतत् सूत्रमस्ति 64112 सूत्रम्. सो यदा द्विवचनात् प्रत्ययः सि तिप् सिप् मिप् अस्ति चेत् सार्वधातु पित् प्रत्ययः. तत्र एतत् सूत्रस्य कार्यं नास्ति. अतः ददाति इति रूपं, ददासि इति रूपं, ददामि इति रूपं. परन्तु यथा तत्र सार्वधातु कित्नित् प्रत्ययः आयाति तदा तत्र आकारस्य लोपः भवति. सूत्रमस्ति श्ना अभ्यस्तोर् आतः. आतः इत्यस्य षष्ठी अन्तं तस्य लोपः भवति सार्वधातु कित्नित् प्रत्ययपरे. तस्यापि सार्वधातु कित्नित् अस्ति. अतः इदानीं वदतु किं भवति? दद् योग तः. दद् योग सारि तः विसर्गः अपि श्रूयते. Who was saying this rupam? Idanim kim? Idanim sandhi karyam bhavati. Aam. Kharvarnaha pare asti chet jalam charatvam. Jalam khari char samhitayam. Khari cha iti sutra. So khari cha iti sutra in jalvarna si khari pare. Kharvarnaha atra asti. वर्गीयप्रथम वर्गीयद्वितीय. सो खर्वर्णः परे अस्ति चेत् जलवर्णस्य तत्र चरादेशः भवति. चरादेशः भवति चेत् किं भवति? त थ द. सो प्रथमवर्णः आदेशः. तकारः आदेशः प्रथमवर्णः आदेशः भवति अनन्तरं तः अतः दत्तः इति रूपं दत्तः इति रूपं द्विवचने सो वाट् वी सा टुडे इस् अभ्यस्त आकारस्य अपि च श्ना इत्यस्य आकारस्य सार्वधातु कित्नित् परे तस्य आकारस्य दीर्घ आकारस्य लोपः भवति दट् इस् वै दत्तः ददति तत्रापि ददति तिप् तस् जी इत्यपि सार्वधातुक् अपित् अस्ति जी अपि सार्वधातुक् अपित् अपित् अस्ति चेत् निधिव अस्ति तत्रापि आकारस्य लोपः भवति अवगतं वा सर्वैः भगिनी अत्र जोन्तः न भवति वा अभ्यस्त अङ्गस्य अनन्तरं तत्रापि सूत्रम् निमिषः पश्यामि जोन्तः इत्यस्य कृते बहूनि अपवादसूत्राणि सन्ति तत्र सर्वत्र जोन्तः इति सूत्रमेव कार्यं न करोति सूत्रं किमस्ति एकवारं पश्यामः कुत्र अस्ति ज्योत्यादिकं स्क्रीन् न दृश्यते महोदय स्क्रीन् न दृश्यते वा शेर् करोमि इदानीं दृश्यते वा भगिनि आम् दिस् वास् द सूत्रम् ऐ फार् कर्ति दिस् इस् द जोन्तः इति सूत्रस्य कृते अत् अत् अभ्यस्तात् सो अभ्यस्तात् अङ्गात् अनन्तरं झ इत्यस्य झि इत्यस्य प्रत्ययस्य अत् आदेशः भवति झ झकार अव्ययस्य अत् आदेशः भवति न तु झोन् अन्त आदेशः अत्र केवलम् अत् आदेशः भवति सो यत्र यत्र अभ्यस्त अङ्गमस्ति तादृश अङ्गं यत्र अभ्यासकार्यम् अभवत् सः अभ्यस्त अङ्गं सो अभ्यस्त अङ्गस्य अनन्तरं झकार अव्ययस्य अन्तादेशः निषिध्यते अत् अभ्यस्तात् इति सूत्रेण सो अभ्यस्तात् अनन्तरं झकारस्य अत् आदेशः भवति एतत् सूत्रं पश्यतु अत्र अभ्यस्तात् परस्य प्रत्ययस्य झकारस्य अत् आदेशः भवति इति सूत्रमस्ति अतः अत्र जोन्तः इति सूत्रस्य अपवात् सूत्रमस्ति अत्र लिखितं वा अस्मात् अभ्यस्तसंज्ञात् परस्य प्रत्ययस्य झकारस्य जोन्तः इत्यनेन अन्त आदेशः प्राप्ते वर्तमानसूत्रेण अपवादत्वेन अत् आदेशः भवति सो जोन्तः इति सूत्रस्य कृते अत् अभ्यस्तात् इति अपवादसूत्रमस्ति अतः अपवादबलेन एव अत्र कार्यं भवति अत्र अन्तादेशः न भवति केवलम् अत् आदेशः भवति एतत् सूत्रम् अपि स्मर्तव्यं सो न केवलम् अत् अभ्यस्तात् इति जोन्तः इत्यस्य अपवादं तत्र अन्यानि सूत्राणि अपि सन्ति यत्र जोन्तः यथा तत्र जस्यरन् इति सूत्रम् अस्ति तदपि जोन्तः इति औत्सर्गिकसूत्रम् इति दिस् इस् द जनरल् रूल् that we follow everywhere but yada tatra abhyastangam asti yatha dada iti abhyastangam asti prathme tatra akarasya shna abhyasto ratah iti sutren dirgha akarasya lopah bhavati anantaram tatra at abhyastat yada ji iti pratyah tatra jhakarasya sthane to at adeshah bhavati ikarah tathev tishtati kevalam jakar avyayasya सो झकारस्य एव एतत् आदेशः अस्ति सो अति इति प्रत्ययः अन्ते इकारः अस्ति जि इत्यस्य इकारः अतः तत्र ददति इति रूपम् अस्ति बहुवचने पूर्णिमा भगिनी अवगतं वा भगिनि अत् अभ्यस्तात् अत् अभ्यस्तात् अत् इत्युक्ते जकारस्य अत् आदेशः भवति यथा तत्र जि इति प्रत्ययः अस्ति एतत् सूत्रं केवलं जकार अव्ययस्य यत्र यत्र जकार अव्ययः प्रत्ययस्य तत्र एव एतत् सूत्रं प्रवर्तते परस्मैपदिशि तु केवलं प्रथमाविभक्ति बहुवचने एव तत्र जकारः अस्ति तिप्तजि देन् सिप्थस्थ मिप्पस्वस् मेबि तत्र आतां झ आम् आत्मनेपदीप्रत्ययेषु अपि बहुवचने तत्र झ इति अव्ययम् अस्ति यत्र यत्र प्रत्ययस्य झकारः झकाररूपी अव्ययम् अस्ति भागः अस्ति तस्य कृते एतत् सूत्रम् अस्ति जोऽन्तः अत् अभ्यस्तात् जस्य रन् इति तत्र एतानि सूत्राणि अस्तु इदानीं तत्र सुल्लट्लकारस्य प्रथमपुरुषे एकवचनान्तरूपं दा धातुः तत्र ददाति इदानीं अत्र अष्टादि डाट् काम् मध्ये अन्ते प्रथमपुरुषरूपं ददाति हलान्तिः शेषः इति एकसूत्रं लिखितमस्ति तत् किमर्थमिति न प्रथमपुरुषरूपं ददाति इति रूपं वा आम् ओ नास्ति वा नास्ति नास्ति कुत्र अस्ति मम नास्ति मेबि कुत्रचित् अन्यत्र सम्थिङ्ग् अस्तु इदानीं त्वा त्वान्तरूपं विषये दायुग त्वा अत्रापि केचन सूत्राणि अपेक्षितानि का वदति कोऽपि अग्रे आगच्छतु स्वयमेव अग्रे आगच्छतु जगदीश महोदय वक्तुमिच्छति वा महोदय एतानि इदानीं तत्र त्वा त्यजतु त्वा अपि च त्वम् एकत्र पश्यामः कृत् प्रत्ययविषये इदानीं दायोग निच् कुर्मः निच् निजन्त लट्लकार एकवचनस्य रूपं दादातु भवति तत्र दायोग निच् करोतु महोदय चिन्ता मास्तु महोदय अनसूय भगिनी वदति वा दायोग निच् प्रयत्नं करोमि दा अधिक निच् तत्र कृतैशप् इत्यनेन दा अधिक शप् अधिक निच् भवति एकनिमिषः भगिनि दायोग निच् अस्ति चेत् प्रथमे निच् विषये वदतु निच् प्रत्ययः कीदृशप्रत्ययः निच् प्रत्यये नकारस्य इत्संज्ञा भवति चकारस्य अपि इत्संज्ञा भवति अतः इ एव अवशिष्यते प्रत्ययस्य स्वभावः वदतु कीदृशप्रत्ययः अस्ति इदानीं तु अनुबन्धानां निष्कासनम् अभवत् आर्धधातुकप्रत्ययः अस्ति किमर्थं तिंशित् नास्ति अतः आर्धधातुकप्रत्ययः अस्ति नकारस्य लोपः भवति अतः नित् अस्ति नकारस्य इत् अस्ति चेत् यस्मिन् नकारस्य मूर्धन्यनकारस्य इत् सः णित् नित् भवति. अपर किं वदनीयं भवती एव चिन्तयतु. अत्र किम् तदनन्तरं लट् लकारस्य अचो अचो यणिति इति सूत्रेण वृद्धिः वृद्धिवर्णः एव वृद्धिः एव अस्ति. आम् वृद्धिवर्णः एव अस्ति. अत्र तस्य सूत्रस्य प्रसक्तिः एव नास्ति. आकारान्तधातूनां निचि प्रत्यपरे किं भवति? अर्त्रि ह्रि व्लि रि कनुयि तत् सूत्रम् अस्माभिः पठितं न. क्षमायि आताम् अनेन सूत्रेण किं भवति? अर्त्रि ह्रि व्लि रि कनुयि क्षमायि आताम् भगिनि आकारान्तधातूनां निच् प्रत्यये परे पुक्कागमः भवति. कुत्र अस्माभिः पठितं? कुत्रचित् तु पठितम् अस्माभिः. कुत्र पठितम्? प्रायशः तत्र प्रथमं यदा तत्र पुगन्तलघुपदस्य च इति सूत्रम् अस्माभिः तत्र पठितं तस्मिन् पुगन्ताङ्गस्य अपि तत्र गुणः भवति न. पुगन्ताङ्गं कुत्र आयाति? सो एतत् विशिष्टसूत्रमस्ति. आर्त्रि इति दातु आर्त्रि व्लि रि कनुयि क्षमायि अपि च आताम् आकारान्तधातूनाम्. सो ये आकारान्तधातवः सन्ति तेषां निचि परे निच् प्रत्ययपरे तत्र पुकागमः भवति. सो पुकागमः कीदृश आगमः? पुकागम आगमे किं द्रष्टव्यं? यः आगमः अस्ति तत्र किं द्रष्टव्यम्? कीदृश आगमः व्याकरणशास्त्रे सन्ति? कितागमः? टितागमः अपि च मितागमः एव एतादृश आगमः एव सन्ति व्याकरणशास्त्रे. ओन्लि थ्री टैप्स् आफ् आगमस् हेपन् इन् व्याकरण. टित् नो चेत् पुक् सोरि कित् नो चेत् मितागमः. पुक् आगमः कितागमः. कितागमः अस्ति चेत् धातुः यः पुकागमः भवति तत्र आगमे के अनुबन्धाः भगिनि? पुकागमे ककारचित् अस्ति. उकारः उच्चारणार्थमस्ति. पकारः कुत्र स्थापनीयम्? धातोः यः पुकागमः भवति सः आगमः कुत्र करणीयम्? आदौ करणीयं वा अन्ते करणीयं वा कुत्रचित् मध्ये करणीयं वा? सूत्राणि स्मर्तव्यं भगिनि. आद्यन्तौ टकितौ परन्तु अत्र आदौ टकितौ कित् अस्ति आद्यन्तौ टकितौ इति सूत्रेण यस्य आगमः तस्य अन्ते अन्ते भवति. दा अन्ते भवति. अत्र धातु आगमः अस्ति न तु प्रत्यागमः. धातु आगमः अस्ति चेत् धातोः यस्य आगमः तस्य अन्ते भवति. किमर्थं चेत् कित् अस्ति. सो कित् अस्ति चेत् आद्यन्तौ टकितो. मित् अस्ति चेत् कुत्र भवति? मित् अस्ति चेत् आदि भवति. सत्यं वदतु. अन्तिमस्वरस्य स्वरस्य समीपे आयाति मिदचो अन्त्यात् परः मित् यः अस्ति यः मितागमः यथा नुम् आगमः मित् अस्ति सो मिदचो अन्त्यात् परः इति सूत्रेण अन्तिम अच् परे भवति सः अन्तिम अच् यत्र कुत्रापि अस्ति यस्य आगम तस्मात् अनन्तरं परस्य समीपे इत्युक्ते पूर्वे वा परे वा समीपे इत्युक्ते अस्ति परे भवति सो मित् आगमः अन्तिम अच् परे भवति टित् आगमः यस्य आगमः तस्य आदौ भवति कित् आगमः अन्ते भवति सो अत्र दायोगनिचितिस्थित्यां तत्र पुक् आगमः इति भवति सो इदानीं किमस्ति अङ्गम् इदानीम् अङ्गमस्ति दाप्योग दीर्घ इ सो इदानीं किमपि कार्यं नास्ति निच् प्रत्ययस्य ह्रस्वीकारः सो इदानीं किं भवति धापि इति किम् अस्ति सनादिप्रत्ययः न निच् प्रत्ययः सनादिप्रत्ययः सनादिप्रत्ययः अन्ते अस्ति चेत् धापि इत्यस्य शब्दसमूहस्य कृते इदानीं तत्र का संज्ञा भवति धातुसंज्ञा सनाद्यन्तः धातवः इति सनाद्यन्तः धातवः ते अपि धातवः सन्ति न केवलं भुआदयः धातवः सनाद्यन्तः अपि धातवः दापि इति इदानीं धातुः अस्ति आतिदेशिकधातुः अस्ति उपदेशिकधातुः नास्ति आतिदेशिकधातुः अस्ति दापि इति इदानीं नूतनधातुः अस्ति इगन्तधातुः अस्ति अन्ते इकवर्णः अस्ति अस्माकं विवक्षा किं लट् लकारस्य एकवचनस्य विवक्षा सो वर्तमाने लट् इति सूत्रेण दापि योग लट् हा वदतु भगिनि झटिति वदतु किञ्चित् समयः अस्ति दापादिक दापि लट् लकारः बिकास् दापि इति धातुः अस्ति अतः लट् आगन्तुं शक्यते धातोः अनन्तरं यस्य धातुः इति संज्ञा तस्य अनन्तरं वर्तमाने लट् इति सूत्रेण लट् प्रत्ययः योजयितुं शक्नुमः सो लट् इति इदानीम् आयाति पुरुषस्य एकवचनरूपं टि अस्ति टि प्रत्ययः सार्वधातु पित् प्रत्ययः वदतु तदनन्तरं कर्तरि शप् इति सूत्रेण शप् आयातु आम् बिकास् अत्र सार्वधातुप्रक्रिया अस्ति नीच् विषये आर्धधातुप्रक्रिया धातोः अनन्तरं तत्र सार्वधातुप्रत्ययः अस्ति चेदेव गणचिन्तनं करणीयम् इत्युक्ते गणविकरणानां विधिः अस्ति कर्तरि शप् उत्तिप् प्रत्ययः सार्वधातुक् संज्ञक् प्रत्ययः अतः सार्वधातुप्रक्रिया अस्ति बट् वेन् इट् वास् दा योग निच् देट् वास् अर्धधातुक् प्रत्ययः निच् वास् एन् अर्धधातुक् प्रत्ययः देट् इस् वै कर्तरि शप् इत्यस्य सूत्रस्य तत्र प्रसक्तिः एव न आसीत् बिकास् निच् वास् नाट् सार्वधातुक् शप् कम्स् ओन्ली आफ्टर् वेन् देर् इस् अ सार्वधातुक् प्रत्ययः इदानीं किं भवति आतिदेशिकधातूनां गणचिन्तनं न करणीयम् आतिदेशिकधातूनां गणचिन्तनं न भवति दे डू नाट् बिलाङ्ग् टु एनी आफ् द 10 गणास् दे आर् डिफ्रेण्ट् धातुस् अतः तत्र सर्वत्र शप् शप् एव आयाति गणविकरणप्रत्ययः नास्ति अतः शप् अधिक टि भवति इदानीं एव भवति दापि अधिक इ इ प्लस् कप्रत्ययः सार्वधातु पित् प्रत्ययः अङ्गम् इगन्तम् अस्ति केन सूत्रेण इगन्तङ्गम् अस्ति चेत् अन्ते इकवर्णः अस्ति चेत् किं भवति इकारस्य गुणः दापे भवति अधिकति भवति इदानीं ए अधिक इति सन्धि भूत्वा अय भवति स्थाने अय आदेशः ए स्थाने अय आदेशः एकारस्य अय आदेशः भवति अधिक ऐ अधिक दाप् योग ऐ अधिक अ अधिक ति किं रूपम् इदानीं किमपि कार्यं नास्ति वर्णमेलनम् अस्ति दापयति प प्लस् अ प य प्लस् अ य सो दापयति इति रूपं दापयति इति कीदृशरूपं निजन्त लटिरूपं अपि च अत्र दायोग निचिति यः प्रथमसोपानम् आसीत् तत्र निच् प्रत्ययः केन सूत्रेण आयाति किमर्थं दा धातु जुहत्यादिगणस्य धातु अस्ति तत्र निच् केन सूत्रेण आयाति भवती जानाति हेतुमति च सूत्रेण तत्र सर्वेषां धातोः अनन्तरं वयं हेतुवार्थे तत्र निच् प्रत्ययः योजयितुं शक्नुमः किं सूत्रेण भवेत् भगिनि हेतुमति च हेतुअर्थे अस्ति न सु दापयति यथा ददाति अस्ति तथा दापयति नास्ति दापयति इत्युक्ते सम्बडि बिकम्स् अ हेतु फार् गिविङ्ग् ददाति स्वयं ददाति प्रेरणार्थे अस्ति प्रेरणार्थे निच् अत्र स्वरादिगणे तु स्वार्थे निच् अस्ति यथा पाठयति पाठयति इत्युक्ते स्वयं न पठति अन्येषां कृते पाठयति बिकम्स् अ हेतु फार् अदर् पर्सन् टु रीड् सो इति निजन्तरूपं सो आकारान्तधातूनां निच् प्रत्ययपरे पुकागमः भवति एतस्य सूत्रस्य कृते अपि अपवाद सूत्राणि सन्ति सो यथा वयं तत्र गै विषये पश्यामः तत्र अर्त्रि ह्रि व्लि रि कनुयि इति सूत्रेण यः पुकागमः तत्र तु सूत्रे वदति सर्वेषाम् आकारान्तानां निच् प्रत्ययपरे पुकागमः परन्तु कुत्रचित् युकागमः अपि भवति सो तत् अग्रे पश्यामः इदानीं तु समयः अभवत् सो एकवारं पुनः प्रत्येकस्मिन् सोपाने कस्य सूत्रस्य प्रसक्तिः एतत् सर्वं लिखतु एकवारं देन् ओन्लि वी केन् बि वेरि क्लियर् अबौट् द प्रक्रिया प्रश्नः अस्ति वा यदि प्रश्नः नास्ति चेत् अत्र स्थगामः अस्तु जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमदच्यते पूर्णस्य पूर्णमालाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओं श्रीगुरुभ्यो नमः हरि ओं तत्सत् नमस्कारः धन्यवादाः पुनः मिलामः धन्यवादः महोदय धन्यवादः भगिनी नमस्कारः आचार्य पूकागमः तेन सूत्रेण भवति पूकागमः अत्र यः दा विषये यः पूकागमः अर्त्रि ह्रि व्लि रि कनुयि क्षमायि आताम् अस्माभिः एतत् सूत्रं पूर्वे पठितं भगिनि एकनिमिषः भगिनि